नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति चुरादिगणः इति विषयः अनुवर्तते। गतवर्गे अयं विषयः आरब्धः आसीत्। चुरादिगणः अदन्ताङ्गेषु अन्तिमः गणः। अस्मिन् गणे विशेषः कः इति चेत् अत्र प्रथमतया धातुतः मिच् प्रत्ययस्य विधानं भवति। निच् प्रत्ययस्य योजनेन तत्र नूतनः धातुः लभ्यते। स्थनाभ्यन्ता धातवः इत्यनेन नूतनधातुः लभ्यते। तर्हि सम्यक् श्रूयते भगिनि? हा, न श्रूयते वा? न श्रूयते। सर्वेषां कृते वा केवलं भवत्याः कृते वा? अल्पं मन्दमस्ति। मन्दमस्ति वा? सम्यक् अस्ति खलु? अस्तु, इत्युक्ते तत्र चुरादिगणे तत्र निच् प्रत्ययस्य विधानं भवति। निच् प्रत्ययः अर्धधातुकप्रत्ययः, सार्वधातुकः नास्ति, अर्धधातुकप्रत्ययः। अतः अत्र अर्धधातुकप्रक्रिया प्रचलति। धातुतः यदा निच् विधीयते तदानीं निच् प्रत्ययमाश्रित्य, निच् इति अर्धधातुकप्रत्ययमाश्रित्य प्रक्रिया, रेकार्डिङ्ग् आरब्धम्। आर्धधातुकप्रक्रिया प्रचलति। धन्यवादः भगिनि, लक्ष्मी भगिनि। तर्हि आर्धधातुकप्रक्रियायां निच् प्रत्ययः अर्धधातुकः इति कृत्वा अर्धधातुकप्रक्रियायां यानि कार्याणि भवन्ति तानि सर्वाणि कार्याणि अत्रापि भवितुम् अर्हन्ति, प्रत्ययस्य स्वभावम् आश्रित्य। निच् इति प्रत्ययः कीदृशः? नित् अस्ति, णकारः इति यस्य सः नित् अस्ति। अपि च चकारः इत्यपि अस्ति, चकारः इत्यपि अस्ति। तर्हि तत्र सामान्यतया छित् इत्युक्ते तत्र चकारः तु स्वरस्य विषये एव भवति, अत्र तु णकारस्य प्राधान्यं नित्। तर्हि नित् इति स्वीकृत्य नितं नित् इति आश्रित्य तत्र कार्याणि प्रवर्तन्ते, अर्धधातुकप्रक्रियां कार्याणि प्रवर्तन्ते। तर्हि तत्र नूतनधातुः लभ्यते निच्छयोजनेन। तत्पश्चात् नूतनधातुः कस्मिन् गणे अस्ति चेत् कस्मिन्नपि गणे नास्ति। सः धातुः कस्मिन् गणे अस्ति चेत् कस्मिन्नपि गणे नास्ति। तस्मात् इदानीं तत्र किं भवितुमर्हति सार्वधातुकप्रक्रियायां लट् लोट् लङ् लिङ्गि तेषां विवक्षायां? तत्र कर्तरि शप् इति सामान्यसूत्रस्य उत्सर्गरूपेण तस्य एव कार्यं भवति। धातोः नूतनधातुः यदा लभ्यते तत्पश्चात् भुवादिगणे यथा तत्र प्रक्रिया, तथैव अत्रापि प्रक्रिया भवति। अतः तत्र निष्प्रत्ययस्य विधानार्थम् एकं सूत्रमस्ति, सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्योणिच्। तर्हि अस्मिन् सूत्रे आदौ यत् किमपि उक्तं तत् तानि सर्वाणि अपि प्रातिपदिकानि। अनन्तरं चुरादिभ्यः णिच् इति एव अस्माकं कृते, चुरादिभ्यः णिच् भवति, चुरादिगणीयधातुभ्यः णिच् प्रत्ययः भवति इति अत्र उक्तमस्ति। तर्हि अस्य अनुरोधेन अत्र णिच् प्रत्ययः भवति। परन्तु सूत्रं वयं पश्यामः चेत् सूत्रे तत्र विशेषः अर्थः न उक्तः, चुरादिभ्यः णिच् भवति एतादृश अर्थः इति किमपि न, तत्र किमपि न उक्तम्। अतः कस्मिन् अर्थे भवति चुरादिभ्यः णिच्, णिच् प्रत्ययः कस्मिन् अर्थे भवति इति चेत् विशेषः अर्थः नास्ति। अतः धातोः यः अर्थः सः एव अर्थः, तमेव अर्थं पोषयति। इत्युक्ते तत्र नूतनतया कोऽपि अर्थः न योजितः भवति। परन्तु सः एव धातुः चुर् इति धातुः यदा तत्र णिच् प्रत्ययः प्रेरणार्थे विधीयते, हेतुमती च इति सूत्रेण यदा णिच् प्रत्ययः प्रेरणार्थे विधीयते तदानीं वयं पश्यामः चेत् धातोः कश्चन अर्थः अस्ति, अपि च प्रत्ययस्यापि कश्चन अर्थः अस्ति। हेतुमती णिच् इति उक्तम्, अतः तत्र हेतुः अस्ति इत्युक्ते तत्र कश्चन हेतुः अस्ति तादृश क्रियां कर्तुं, तत्र चौर्यकार्यं कर्तुं तत्र प्रेरकः कश्चन अस्ति, यदा प्रेरकः भवति तदानीमेव तादृशकार्यं भवति, अतः तत्र तत्र कार्यकारणभावः दृश्यते, कारणमस्ति चेत् तत्र कार्यं भवति, कारणं यः प्रेरकः सः अस्ति चेत् तदानीं तत्र चौर्यकार्यं भवति, अतः तत्र प्रत्ययस्य अपि अर्थः अस्ति, अतः तत्र तत्र चोरी इति यः धातुः लब्धः सः धातुः तस्य अर्थः चुर् इति धातोः यः अर्थः अस्ति सः एव अर्थः इति नास्ति तत्र, चोरी इत्यत्र विशेषः अर्थः अस्ति, धातोः यः अर्थः अस्ति तस्य उपरि प्रत्ययस्यापि अर्थः अस्ति, तत्र प्रेरणा प्रेरणारूपशक्तिः अपि तत्र अस्ति, परन्तु चुरादिगणे तत्र चोरी इति धातुः यः अस्ति तत्र तु तादृशविशेषशक्तिः नास्ति, चुर् धातोः यः अर्थः सः एव अर्थः चोरी इति धातौ अपि, अतः अनयोः भेदः अवगन्तव्यः, चुरादिगणीयधातोः यः अर्थः विशेषः अर्थः नास्ति, धातोः यः अर्थः स एव अर्थः, परन्तु प्रेरणार्थे यदा चोरी इति धातुः निष्पद्यते तदानीं तत्र विशेषः शक्तिः विशेषा शक्तिः अस्ति, विशेषा शक्तिः अस्ति तत्र, कीदृशशक्तिः इति चेत् धातोः यः अर्थः प्लस् तत्र प्रत्ययस्य अर्थः, प्रत्ययस्य प्रेरणारूपः अर्थः इति कृत्वा एव चोरयति इति यः यत् पदम् अस्ति तस्य प्रयोगे तत्र विशेषबोधः जायते, विशेष अर्थावगमः जायते, नो चेत् न भवति इति स्मर्तव्यं, भेदः अनयोः भेदः। अत्र निच् प्रत्ययः प्रेरणार्थे वा भवतु चुरादिगणे वा भवतु निच् प्रत्ययः तत्र अर्धधातुकप्रत्ययः इति उक्तम्, अपि च धातुप्रत्ययः अस्ति, धातुप्रत्ययः इत्युक्ते तत्र धातुप्रत्ययाः इति केचन सन्ति, ते एव सनादिप्रत्ययाः इति वयं वदामः, धातुप्रत्ययः सनादिप्रत्ययेषु निच् प्रत्ययः अपि अन्यतमः, अत्र सनाद्यन्ता दातवः इत्यत्र ये ये प्रत्ययाः उक्ताः सन् यच् काम्यच् यश् यङ् क्विप् निङ् यङ् निच् यक् आय् यङ् इत्येते सर्वे प्रत्ययाः सनादिप्रत्ययाः, एते धातुप्रत्ययाः इत्युक्ते एतेषां योजनेन धातुः लभ्यते, प्रातिपदिकं वा भवतु धातुः भवतु एतेभ्यः यदा एते सनादिप्रत्ययाः विधीयन्ते तदानीं नूतनधातुः लभ्यते इति अत्र स्मर्तव्यम्। अपि च तत्र नूतनधातोः नूतनधातोः सनाद्यन्ता दातवः इत्यनेन धातुसंज्ञा, अपि च एते दातवः औपदेशिकदातवः नास्ति, औपदेशिकदातवः न सन्ति, एते सर्वे आतिदेशिकदातवः इति स्मर्तव्यम्। औपदेशिकधातूनां तु धातुसंज्ञा भुवादयो धातवः इति सूत्रेण भवति। तर्हि एतत् सर्वम् अस्माभिः गतवर्गे दृष्टमासीत्। इदानीं तत्र निच् प्रत्ययस्य योजनेन तत्र आर्धधातुकप्रक्रिया प्रचलति इति उक्तम्। आर्धधातुकप्रक्रियायाम् अत्र णित् प्रत्ययः णित् इति कृत्वा अत्र प्रमुखसूत्रत्रयं कार्यं करोति। एकमस्ति अचोय णिति इति सूत्रं, तदनन्तरम् अत उपादायाः इति द्वितीयं सूत्रम्, अनन्तरं तृतीयमस्ति पुगन्तलघुपदस्य च। एतदर्थं धातूनां विभागः एवम् अत्र एवं रूपेण विभागः करणीयः। अजन्तदातवः हलन्तदातवः इति, अजन्तदातवः ये दातवः सन्ति तेषां कृते अचोयणिति इति सूत्रस्य प्रसङ्गः भवति, तत्कार्यं करोति वा इति चिन्तनीयम्। हलन्तदातूनां विभागद्वयम् अत्र हलन्तदातोः उपदायाम् इक्वर्ण लघु इक्वर्णः अस्ति चेत् पुगन्तलघुपदस्य च इति कार्यम्, उपदायां ह्रस्व अकारः अस्ति चेत् तदानीं वृद्धिकार्यम् अतोपदायाः इत्यनेन वृद्धिकार्यं भवति इत्येवं रूपे इत्येवं रूपेण एतानि त्रीणि कार्याणि प्रमुखकार्याणि। इतोपि कार्याणि भवितुम् अर्हन्ति, तत्तु सर्वत्र भवति इति नास्ति, अतः इदानीं प्रथमतया एतेषां त्रयाणां सूत्राणां चिन्तनं कुर्मः। अचोयणिति इति सूत्रमत्र विजयलक्ष्मीभगिनी पठति वा? अस्ति भगिनि, तत् पूर्वम् एव संशयः. चुरादिभ्य निच् इति सूत्रं विधिरूपेण आयाति, तदनन्तरं हेतुमति इच्छापि प्रयोगं कर्तुं शक्यते वा? शक्यते. अस्तु, शक्यते. अत्र अस्माकं करपत्रे प्रायः अन्ते अस्ति वा न जाने, परन्तु हा सत्यम् इत्युक्ते तत्र चुरुधातुः इति अस्ति. चुरुधातुः इदानीं चुरुधातुः चुरादिगण्यधातुः खलु, अतः चुरादिगण्यधातुः इति कृत्वा तत्र सर्वदा चुरादिभ्यः णिच् तु भवति एव, अतः णिच् प्रत्ययः विधीयते. अतः चोरी इति नूतनधातुः लभ्यते. इदानीं तत्र प्रेरणार्थकविवक्षा अपि अस्ति चेत् तदानीं पुनः हेतुमति निच् इत्यनेन निच् प्रत्ययस्य विधानं भवति. तर्हि तत्र किं भवति इति चेत् नेरनिटि इति एकं सूत्रमस्ति. नेरनिटि इति सूत्रेण पूर्वतननिच् प्रत्ययस्य लोपः भवति, अतः चोरयति इति एव रूपं लभ्यते. परन्तु चोरयति इत्यस्य विशेषः अर्थः अस्ति. चुरादिगणीयधातुभ्यः यत् पदं भवति चोरयति, अपि च अत्र यः यत् पदमस्ति चोरयति, द्वयोः भेदः अस्ति, अर्थभेदः अस्ति, परन्तु रूपं समानं दृश्यते. अस्तु भगिनि, धन्यवादः. अस्तु, विजयलक्ष्मी भगिनि. भगिनि क्षम्यतां, तत्र प्रश्नः जातः न, यदा प्रेरणार्थे भवति तत्र पुनः किमर्थं तत्र निच् प्रयोगस्य अनन्तरं पुनः प्रेरणार्थ निच् किमर्थं करणीयम्? एकवारं कर्तुं शक्यते किल? हा, एकवारं कर्तुं शक्यते, परन्तु विशेषः अर्थः न लभ्यते खलु. अस्तु, प्रत्ययस्य निच् इदानीमेव मया उक्तं, चुरादिभ्यः णिच् इत्यत्र णिच् प्रत्ययस्य अर्थः नास्ति इति उक्तं खलु. सत्यं, तत् नास्ति. तर्हि तत्र चोरी इति यः धातुः लब्धः, तत्र चुरुधातोः यः अर्थः, चुरुधातोः कः अर्थः? चुरुधातोः देये इति अर्थः अस्ति चुरुधातोः. तत्र चोरी इत्यस्य, चोरी इत्यस्य स्येये इति एव अर्थः अस्ति. परन्तु यदा प्रेरणार्थे निच् योजयामः, चोरी इत्यस्य केवलं स्येये इति अर्थः नास्ति. चोरी इत्यस्य प्रेरणार्थे चोरी इत्यस्य यः स्येयकार्यं कर्तुं प्रेरयति इति अपि अर्थः अस्ति. तत्र चोरी इति यः यः धातुः अस्ति प्रेरणार्थे निच् निजन्तधातुः, सः धातुः प्रयोजककर्तारं सूचयति. सः धातुः प्रयोज्यकर्तारं न सूचयति, प्रयोजककर्तारं सूचयति. इत्युक्ते यः प्रेरयति तमेव सूचयति सः धातुः. परन्तु चुरादिगणे यः चोरी अस्ति, सः धातुः प्रयोजककर्तारं न सूचयति. अस्तु, इति भेदः, महान् भेदः अस्ति. भेदः नास्ति इति नास्ति, भेदः, महान् भेदः अस्ति. इत्युक्ते यदि प्रेरणार्थे निच् वयम् इच्छामः, तर्हि तत् पुनः निच् प्रयोगः करणीयः एव, करणीयः एव, नो चेत् प्रत्ययस्य अर्थः न आयाति. आयाति किल? अस्तु, तदेव संशयः आसीत्. अस्तु, एकवारमेव कुर्मः चेत् तर्हि इदानीं चुरादिभ्यः निच् इत्यत्र एव सः अर्थः भवतु इति चेत् सर्वत्र प्रेरणार्थके एव चोरयति इति प्रयोगः नास्ति खलु. अहं स्वयमपि चौर्यकार्यं कर्तुम् इच्छामि चेत् तदानीं तत्र अहं चोरयामि इति प्रयोगः अस्ति लोके. सर्वत्र प्रेरणार्थके एव भवति इति नास्ति, अतः अत्र प्रत्ययद्वयम् आवश्यकम्. अस्तु, मम चिन्तनम् एवमासीत्, यतोहि तत्र रूपं तु द्वयोः रूपं समानमस्ति. अस्माकं विवक्षा अस्ति यदि प्रेरणार्थे भवति वा नो चेत् स्वार्थे भवति वा इति चिन्तयित्वा तत्र निच् प्रयोगः भवति वा इति मम संशयः आसीत्. परन्तु प्रत्ययस्य अर्थः नास्ति चेत् एतादृश अर्थः कथम् अवगम्यते? चुरुधातोः अर्थः अस्ति, परन्तु प्रत्ययस्य अर्थः नास्ति चेत् कथम्? दिस् इस् अ सिस्टमेटिक् वे आफ़् एक्स्प्लेनिङ्ग् थिङ्ग्स्, रैट्? अस्तु यदि तत्र शास्त्रं नास्ति चेत् यत् भवती वदति अस्तु एवं चिन्तयामः विवक्षा अस्ति चेत् एवम् अस्ति इति अस्तु समीचीनं तद् परन्तु शास्त्रीयरीत्या कथं प्रतिपादनं तत् शक्यते समीचीनं तत्तु समीचीनं परन्तु लौकिकभाषया तत्र संस्कृतभारत्यां यदा वयं तत्र विवरणं कुर्मः तदानीम् एवं वदामः प्रेरणार्थे विवक्षा अस्ति चेत् एवं कुर्मः प्रेरणार्थकविवक्षा नास्ति चेत् एवं कुर्मः इति वदामः चेत् सम्यक् परन्तु शास्त्रीयरीत्या यदा वयं चिन्तनं कुर्मः तदानीं तु एतत् सर्वं वक्तव्यं खलु सत्यं सत्यं एतत्तु क्रमशः यत् करणीयं तदेव समीचीनमस्ति एकम् उदाहरणं कृष्णः तत् नवनीतं चोरयति तेन सखीम् अपि चोरयति कृष्णः नवनीतं चोरयति चोरयति तत्र प्रयोगः तेन सखीन् अपि चोरयति सखीन् तत्र सखा सखी इति तत्र सखी इति द्वितीय भवति न सखी इति तस्य द्वितीयबहुवचनं भवति तेन इति किं कृष्णेन कृष्णेन तत्र प्रेरकः भवति कृष्णेन इत्युक्ते ते प्रेरकः भवति न तत्र मूलवाक्यं किमुक्तं कृष्णः कृष्णः नवनीतं चोरयति तेन सखीन् चोरयति सः सख्या कृष्णः सखेन कृष्णः सख्या चोरयति इति भवति सखीभिः भवति हि गेट्स् द सखी आल्सो टु स्टील् इति वा सखिभिः सखिभिः भवति भवति वा ओ यु हाव् मल्टिपल् तृतीयभवति समीचीनम् तत्र द्वितीयं न भवति महोदय प्रयोज्यकर्तुः द्वितीयं न भवति अत्र यतोहि तत्र प्रतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्तासणौ इत्यत्र ये ये दातवः उक्ताः तेषां कृते एव प्रयोज्यकर्तुः द्वितीया भवति कर्मत्वं भवति अत्र तु चुर्धातुः तथा नास्ति अतः कृष्णः चोरयति तत्र प्रेरणार्थे भवति इदानीं तत्र वस्तुतः मूलवाक्यं कृष्णः नवनीतं चोरयति इति उक्त्वा तत्र तत्र मूलवाक्यं भिन्नरीत्या वक्तव्यं कृष्णः एव इदानीं यदा भवान् कृष्णः नवनीतं चोरयति इति उक्तवान् तदानीं मया चिन्तितं कृष्णः प्रयोज्यकर्ता इति मया चिन्तितम् परन्तु तदनन्तरं कृष्णः एव प्रेरयति इति वदति चेत् वाक्यद्वयं कथं वक्तव्यं वाक्यद्वयं कथं वक्तव्यम् इति चेत् प्रथमतया किं वक्तव्यं सखायः नवनीतं चोरयन्ति इति मूलवाक्यं ते स्वयं चोरयन्ति इति मूलवाक्यं तदनन्तरं कृष्णः सखीभिः नवनीतं चोरयति इति वाक्यम् अस्तु तत्र यः प्रयोज्यकर्ता सः स्वयं कार्यं करोति इदानीं सः स्वयं कार्यं करोति तदनन्तरं कश्चन प्रेरकः आगत्य तं प्रेरयति अतः मूलवाक्यं सखायः नवनीतं चोरयन्ति इति मूलवाक्यं तदनन्तरं तदेव अणिजन्तवाक्यं सखायः नवनीतं चोरयन्ति इति अणिजन्तवाक्यं ते स्वयं कार्यं कुर्वन्ति इदानीं कश्चन प्रेरकः कृष्णः इदानीं प्रयोज्यकर्तुः का विभक्तिः इति चेत् अत्र द्वितीया नास्ति तृतीया विभक्तिः कृष्णः सखीभिः नवनीतं चोरयति इति वाक्यम् अस्तु धन्यवादः भगिनी कृपया पठतु अचोयनिति ततः वा आम् अचोयनिति अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति निति निति प्रत्यये परे येन विधिस्तदन्तस्य इत्यनेन अचः अङ्गस्य नाम न केवलम् अच् इत्यङ्गस्य अपि तु अजन्तस्य अङ्गस्य अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः ञ च ण च ञौ ण्यौ इतौ यस्य तत् नित् तस्मिन् निति द्वन्द्वगर्भ बहुव्रीहि समासः अजः षष्ट्यन्तम् निति सप्तम्यन्तं द्विपदम् इदं सूत्रं मृजेर्वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य वृद्धिः ङिति अचोयणिति इति सूत्रे द्वे पदं स्तः अचः अपि निति इति निति इत्यस्य द्वे पदे स्तः अचः इति प्रथमं पदं द्वितीयं निति इति तस्य व्युत्पत्तिः ञ च न च इति णौ णौ इतौ यस्य तत् नित् इति भवति तस्मिन् इति निति इति द्वन्द्वगर्भे बहुव्रीहिसमासः अत्र अचः इति षष्ट्यन्तपदं निति इति सप्तम्यन्तं मृजेर्वृद्धि इति सूत्रेण वृद्धि इति पदम् अनुवर्तते अत्र येन विधिस्तदन्तस्य इति परिभाषया अचः अङ्गस्य केवलं कार्यं न परन्तु यस्य अङ्गस्य अन्ते अच् वर्णः भवति तस्यापि अत्र ग्रहणं भवति अलोन्त्यस्य इति परिभाषया अन्तिमवर्णस्य स्थाने एव यत्किमपि कार्यम् अत्र वृद्धिकार्यम् अन्तिमवर्णस्य स्थाने एव वृद्धिकार्यं भवति इति वयम् अवगच्छामः अत्र अङ्गस्य इत्यस्य अधिकारः वर्तते अतः अनुवृत्तिसहितसूत्रं भवति अचः अङ्गस्य वृद्धिः निति निति परे भवति चेत् अचः अङ्गस्य अत्र विशेषणविशेष्यभावः अस्ति अचः अङ्गस्य अन्तिम अच्वर्णस्य वृद्धिः भवति इति अर्थः लभ्यते यथा ची धातोः अचोयनिति इत्यत्र सोरि नित् इति प्रत्ययस्य नकारः चुटु इत्यनेन इत्सम्या प्राप्नोति अनन्तरं तकारः हलन्त्यम् इत्यनेन इत्सम्या प्राप्नोति तस्य लोपः इति तेषां तयोः लोपो भवति इ इति एव अवशिष्यते अत्र चि धातोः इ इति प्रत्ययस्य निच् प्रत्ययस्य योजनेन चि धातोः चै इति वृद्धिः भवति इकारस्य ऐ इति वृद्धिः भवति अनन्तरम् एचोयवायावः इति सूत्रेण चै इत्यस्य चाय् इति भवति चाय् इ योजनेन चाय् इति नूतनधातुः सनाद्यन्ताः धातवः इति सूत्रेण चाय् इति नूतनधातुः लभ्यते ततः कर्तरि शप् इत्यनेन तस्य तत्र तिङ् प्रत्ययस्य योजनेन नूतनधातुतः तिङ् प्रत्ययस्य योजनेन कर्तरि शप् इत्यनेन शप् इति विकरणप्रत्ययः विधीयते चाययति इति रूपं लभ्यते अकारस्य योजनेन चायी इति अस्ति तत्र पुनः अकारः परे अस्ति इति कृत्वा चाये इति भवति चाये अनन्तरम् एचोयवायावः इति चायय चायय योगः अति चाययति इति रूपं निष्पद्यते. हा, बहु समीचीनं भगिनि, धन्यवादः. अत्र वृद्धिः इति उक्तं, तर्हि वृद्धिः कस्य भवति? वृद्धिः तु इको गुणवृद्धि इति सूत्रेण इकः स्थाने एव वृद्धिः भवति. अतः इक् प्रत्याहारे इक् इ ऊरुलु एतेषाम् एव वृद्धिः भवति इति सामान्यतया वयं वदामः. परन्तु अत्र विशेषः, अस्मिन् सूत्रे विशेषः कः इति चेत्, अत्र केवलम् इकः एव वृद्धिः इति नास्ति, इक् भिन्नेषु वर्णेषु अपि वृद्धिः भवितुम् अर्हति. ओ एवं वा. हा हा, यतोहि तत्र यदि इकः एव वृद्धिः इति चेत् तत्र अचः इति पदं किमर्थं? तत्तु भिन्नसूत्रेण भवति खलु. किम्? ओ सत्यं, भिन्नसूत्रेण भवति, परन्तु तत्र भिन्नसूत्रेण किं भवति? वृद्धिकार्यं भवति. न, अत्रस्मिन् सूत्रे यदि अङ्गस्य वृद्धिः निति इति वदति चेत् तदानीम् इकः इति अवगन्तुं शक्यते खलु. इगन्तस्य अङ्गस्य वृद्धिः इति अवगन्तुं शक्यते. सत्यं. परन्तु अचः इति पदमुक्तम्. अचः इति पदस्य प्रयोजनं किम्? अचः इति प्रयोजनम् इति चेत् तत्र अचः इति पदस्य सामर्थ्यात् तत्र केवलम् इगन्तस्य अङ्गस्य इति नास्ति, तद्भिन्नेषु अङ्गेषु अपि भवितुमर्हति, वृद्धिकार्यं भवितुमर्हति. अचः इति उक्तम्. अकः इति अकः इति वक्तुं शक्यते. अचः किमर्थम्? किमर्थम् अकः? अकारम् अपि योजयित्वा इक् इत्यस्य वृद्धिः भवति इति. अकः अकः इत्यनेन वर्णानां ग्रहणं मास्तु इति वा? हा, तेषां तु वृद्धिः न भवति खलु. परन्तु अत्र अग्रिमसूत्रे अपि अचः इति पदम् आवश्यकं. तद् न, अग्रिमसूत्रे अपि अनुवृत्तिः आवश्यकं वा इति द्रष्टव्यं खलु. एकवारं द्रष्टव्यम्. अग्रे अनुवर्तते, अतः इति पदम् अनुवर्तते अग्रे. अत उपधायाः तत्र न, परन्तु तद्धितेष्वचाम् आदेः, तत्र तु अचाम् इति अस्ति. अचः इत्यपि अनुवर्तते, अचाम् आदेः अचः. एवं वा. अस्तु, तर्हि इदानीं सूत्रार्थः अस्ति अत्र अचोयणिति इति उक्तम्. इणिति इति उक्तत्वात् इत् णित् इति प्रत्ययद्वयं तत्र इति प्रत्यये परे, इणिति इति प्रत्यये परे अजन्ताङ्गस्य अन्त्यवर्णस्य वृत्तिः भवति. अचः इति उक्तत्वात् अङ्ग वस्तुतः इदम् अङ्गकार्यम् अस्ति, अङ्गाधिकारे अस्ति, अङ्गकार्यम् अस्ति. अतः अङ्गस्य इत्यस्य अनुवृत्तिः भवति. अचः अङ्गस्य इत्यत्र एनविधि सदन्तस्य इत्यनेन न केवलम् अच् इति अङ्गं, परन्तु यस्य अन्ते अच् अस्ति तस्यापि ग्रहणं. तर्हि अन्तिमवर्णस्य वृत्तिः भवति इति णिति प्रत्यये परे इति सूत्रार्थः. अस्तु, इदानीम् उमा भगिनी अग्रे पठतु. अस्तु, मीना भगिनी पठतु. उमा भगिनी न श्रूयते, भवती वदन्ती अस्ति चेत् न श्रूयते. अस्तु, मीना भगिनी पठतु. उमा अस्मि. अस्तु अस्तु अस्तु, पठतु तर्हि. न श्रुतम्. अहमपि अस्मि भगिनी, अन्वर् भवितुं शक्यते इदानीम्. अस्तु अस्तु, उमा भगिनी पठतु, अनन्तरं मीना भगिनी. शेषदातवः अत्र प्रश्नः उदेति. अस्तु, न प्राप्तं वा? मीना भगिनी पठतु, अनन्तरम् उमा भगिनी पठतु. ओके ओके ओके. अत्र प्रश्नः उदेति, श्रूयते वा भगिनी? श्रूयते. अत्र प्रश्नः उदेति यत् चि योगः इ इति एतादृशेषु प्रसङ्गेषु सार्वधातुक आर्धधातुको इत्यस्य प्रसक्तिः नास्ति किम्? अस्ति एव, किन्तु अचोन्यति तु तस्य बाधकसूत्रं, यतोहि सार्वधातुक आर्धधातुकः अत्र कार्यं करोति चेत् अचोन्यति इत्यस्य अन्यत्र लब्धावकाशो न स्यात्. देयं यत् यत्र यत्र अकारान्तधातुतः आर्धधातुकप्रत्ययः भवति, यथा कथयोगः निच्, तत्र तत्र अतो लोपः इत्यनेन अदन्ताङ्गस्य ह्रस्व अकारलोपः भवति, येन अचोन्यति इत्यस्य प्रसक्तिः नास्ति. अतः अचोन्यति इति अत्र अपवादसूत्रं भवति. अत्र किमर्थम् अचोन्यति इति सार्वधातुक आर्धधातुक इति सूत्रस्य अपवादः भवति इति उक्तम्. यदि ची योगः इति प्रसङ्गे तत्र स ची इति योगः इ सार्वधातुक आर्धधातुकः सूत्रमेव प्रसक्तिः अस्ति साधारणतया, प्रसक्ति परन्तु अत्र अचोनिति भवति. तस्य सार्वधातुकम् आर्धधातुक इति अपेक्षया अचोनिति इति सूत्रं तत्र भवति. अत्र यदि अचोनिति कार्यम् अत्र न करोति चेत् तस्य सूत्रस्य लब्धावकाशः न भवति अत्र. अत अकारान्तधातुतः आर्धधातुकतः प्रत्ययः परे चेत् लैक् इदानीं कथ इति उदाहरणे कथयोगः निच् इति प्रसङ्गे तत्र अतो लोपः इत्यनेन अदन्ताङ्गस्य ह्रस्व अकारस्य लोपो भवति, येन कत् निच् भवति किल, तत्र अचोनिति इत्यस्य प्रसक्तिः नास्ति. यदि अतो लोपः भवति अचोनिति न भवति इति एव उक्तं वा? मम भ्रमः अस्ति. अतो लोपः भवति चेत् अचोनिति इत्यस्य प्रसक्तिः तदनन्तरं न भवति खलु? न भवति. कत् इति भवति खलु, अतो लोपः कत् इत्यत्र अकारस्य लोपः भवति. अतो लोपः इति सूत्रं न पठितं, परन्तु तत्र अतो लोपः इत्यत्र अतः लोपः अर्धधातुके प्रत्यये परे, तर्हि तत्र कत इत्यत्र अन्ते ह्रस्वकारः अस्ति, निच् अस्ति, अतः अचोयणीति इत्यस्य अपि प्रसक्तिः, अतो लोपः इत्यस्य अपि प्रसक्तिः, तर्हि अतो लोपः इति तत्र कार्यं करोति, अतः कत्योगः निच्, तस्य अनन्तरम् अचोयणीति इत्यस्य प्रसङ्गः नास्ति. अत्र अतो लोपः अचोयणीति अनयोः बाध्यबाधकसम्बन्धः तस्मिन् विषये अग्रे पश्यामः, परन्तु अत्र किम् इति चेत् प्रायेण सर्वत्र अचोयणीति इति कार्यं करोति, परन्तु कतयोगः णिच् इति एतादृशस्थितौ तत्र तु अचोयणीति इति सूत्रमपि बाधित्वा अतो लोपः इति कार्यं करोति. नो चेत् अन्यत्र सर्वत्र निजन्तप्रसङ्गे अचोयणीति इति सूत्रम् अपवादभूतसूत्रम् अस्ति सार्वधातुक अर्धधातुकयोः इत्यस्य अपवादसूत्रमस्ति. यतोहि अत्र कार्यं न करोति चेत् तस्य अन्यत्र लब्धावकाशः नास्ति. अत उपादायः पठामि वा? न, धन्यवादः भगिनी. इदानीम् अन्यः कोऽपि पठति, बहु समीचीनं, धन्यवादः. अग्रे उमा भगिनी पठतु. भगिनी क्षम्यतां, तत्र बाधकसूत्रम् अपवादसूत्रं पर्यायपदानि एव सन्ति वा? बाधकसूत्रम् अपवादसूत्रम् इति पर्यायपदम् इति न वक्तुं शक्यते. तर्हि अत्र द्वयोः प्रयोगः अस्ति, कथं वक्तव्यं तत्र? बाध्यबाधकभावः, बाध्यबाधकभावः इति यदा वदामः चेत् एकं सूत्रम् अन्यत् सूत्रं बाधयति चेत् तत् सूत्रं बाधकसूत्रं, परन्तु कीदृशबाधः, कीदृशबाधकः इति चेत् तदानीं चिन्तनीयं भवति. बाध्यबाधकभावः इति जनरल् केटगरी अस्ति, तत्र कीदृशविशेषतया कीदृशबाधकः इति यदा पृच्छामः तदानीं वदामः अपवादरूपेण बाधकः अथवा परत्वात् बाधकः अथवा नित्यत्वात् बाधकः एवं रूपेण. सर्वाणि सूत्राणि बाधकसूत्राणि एव, यत्र सूत्रद्वयं वर्तते तर्हि एकं सूत्रम् अन्यत् सूत्रं बाधयति इति तु अस्ति. अस्तु, कीदृशबाधकः? सत्यम्, अस्तु अवगतम्, अस्तु अवगतं, धन्यवादः. उमा भगिनि, श्रूयते भगिनि? अत उपधायाः, अत उपधायाः, उपधायाम् अतः वृद्धि निति निति प्रत्यये परे, यथा छल् योगः निच्. सूत्रं पठतु भगिनि. सूत्रम् अतः षष्ट्यन्तं कुत्र अस्ति भवति? अत उपधायाः, उपधायाम् अतः वृद्धिः इति पठितम्, अनन्तरम् अतः षष्ट्यन्तम्, उपधायाः षष्ट्यन्तं कुत्र अस्ति भवति? कुत्र अस्ति न शब्दम्? अस्तु, अनन्तरं पश्यतु, तत्र अचोयिनिति इति सूत्रस्य अनन्तरम् आदौ एव करपत्रे अचोयिनिति इत्यस्य अनन्तरम् अत उपधायाः इति द्वितीयः बिन्दुः. ओ, द्वितीयः बिन्दुः, अस्तु पश्यतु कुत्र अस्ति इति. विनय् महोदय अग्रे पठतु. अत् अत् उपधायाः, उपधायाम् अतः वृद्धि इति विति प्रत्यये परे, अतः षष्ट्यन्तम्, उपधायाः षष्ट्यन्तं द्विपदं सूत्रं. विधिवृद्धि इत्यस्मात् वृद्धि इत्यस्य अनुवृत्ति, अचयिणति इत्यस्मात् इणति इत्यस्य अनुवृत्तिः, अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्र सूत्रम् अङ्गस्य उपधायाः अतः वृद्धि इति. अत्र उपधा कस्य उपधा? अकारस्य उपधा वदामः. यदा पठ अस्ति या चल अस्ति तर्हि चलन्तयोग अ उपधा अस्ति. यदि अ उपधा अस्ति तत्र वृद्धि भवति. वृद्धि वयं जानीमः लित् वा इत् आधारेण, अतः अङ्गस्य उपधा अतः वृद्धि इति. परन्तु अत्र उपधायाः वृद्धि भवति. यदि उपधायाः वृद्धि भवति तर्हि यदा चलसम्बन्धे वयं जानीमः तर्हि च योग अ आ भवति. वृद्धिः वृद्धिरादै च आधारेण, वृद्धिरादै च आधारेण आ ऐ औ भवति. अत्र अ आ भवति, वृद्धि भवति. तर्हि एव चाल भवति, चाल भवति, तदनन्तरं ऋच् प्रत्यय आर्धातिक प्रत्यय आयाति. अतः स्पष्टतया यदि चाल भवति तदनन्तरं स्वर इकार अस्ति तर्हि चाली भवति. न चाली इति नूतनधातु, चाली नूतनधातु, सनादिधातु अस्ति. सनादिधातुः यदि वयम् अग्रे वदितुम् इच्छामः तर्हि चाली शब् अत्र गण अस्ति चुरादिगण, चुरादिगण शप् अपि अस्ति, प्रथमतया णिच् अस्ति, तदनन्तरं शप् अपि अस्ति, तत्र शप् निमित्त अस्ति सार्धातु कार्धातु आधारेण, तर्हि चाली चाले भवति, यदि चाली चाले भवति तर्हि सन्धि भवति एच अय वायावः आधारेण ए अर्थात् अय, अथ चाल चाल लहलन्त योगः अय, अथ चालय भवति, परन्तु चालेः तदनन्तरं विवक्षा यदि लट्लकारसम्बन्धे अस्ति तर्हि केवल त्यन्त अन्तर्भूत प्रत्ययः अस्ति ति, तर्हि चालयति निष्पन्त. समीचीनम्, बहु समीचीनं. तर्हि सूत्रमस्ति अतोपदायाः इति सूत्रं. तर्हि सूत्रं वदति अङ्गस्य उपदायां ह्रस्व अकारः अस्ति चेत् तस्य वृद्धिः भवति इति निति प्रत्ययपदे. निमित्तमस्ति णित् अथवा ङित् इति प्रत्ययः परः अस्ति चेत् तर्हि अङ्गस्य उपदायां ह्रस्व अकारः अस्ति चेत् वृद्धिः. तर्हि तत्र अत्रापि इकः इति पदस्य इको गुणवृद्धिः इत्यस्य आवश्यकता नास्ति, यतोहि अत्र सूत्रे एव अतः इति उक्तं, ह्रस्वकारस्य वृद्धिः इति उक्तम्. अतः इति तत्र केवलं ह्रस्वकारः अस्ति चेदेव वृद्धिः, न तु दीर्घः अथवा यः कोऽपि अकारः. अतः इत्यत्र तप्रकरणमपि दृश्यते. अतः यत्र हलन्तधातुः अस्ति यथा छल् उपदायां ह्रस्व अकारः अस्ति तदानीं निच् प्रत्यये परे णित् अस्ति, निच् प्रत्ययः निमित्तं पूरितम्. अतः अत उपदायाः इत्यनेन उपदायाः अकारस्य वृद्धिः भूत्वा चाल् चालि इति भवति नूतनधातुः. तदनन्तरं प्रक्रिया समाना, चालयति इति रूपम्. अस्तु, इदानीम् अग्रिमसूत्रं पुगन्तलघुपदस्य च इति सूत्रम्. उमा भगिनी सिद्धा अस्ति वा? अवगतं, प्राप्तं. पुगन्तलघुपदस्य च सार्वधातुके आर्धधातुके च प्रत्ययपरे पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति. पुक् अन्ते यस्य तत् पुगन्तं, लघ्वी उपधा यस्य तत् लघुपदम्. पुगन्तस्य लघुपदस्य तयोः पुगन्तलघुपदस्य समाहारद्वन्द्व. तस्य पुगन्तलघुपदस्य पुगन्तलघुपदस्य षष्ट्यन्तं पदं च अव्ययपदं. द्विपदमिदं सूत्रं निदेर्गुणः, सोरि अत्र पुगन्तलघुपदस्य इति सूत्रं, सूत्रस्य सम्पूर्णतया पठतु भगिनि. निदेर्गुणः, ओके, निदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुक आर्धधातुकयोः इत्यस्य पूर्णा अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः इको गुणवृद्धिः इत्यस्मात् परिभाषासूत्रात् इकः आयाति यत्र स्थानी न उक्तम्. अनुवृत्ति सहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः. पुगन्तलघुपदस्य इति सूत्रं सूत्रस्य विवरणम् अत्र दत्तम्. इक सार्वधातुक आर्धधातुक प्रत्ययः परे अस्ति चेत् पुगन्त अङ्गस्य लघुपद इक् लघुपद इक् गुणः भवति. मिदेर्गुणः सूत्रस्य गुणः अनुवृत्तिः, तर्हि सार्वधातुक आर्धधातुकयोः इत्यस्य पूर्णा अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः इको गुणवृद्धिः इत्यस्मात् परिभाषा सूत्रात् इकः अपि आयाति. पुगन्तलघुपदिषु अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः. सार्वधातुक आर्धधातुकप्रत्ययः परमस्ति चेत् लघुपद उपदा अस्ति चेत् तस्य अङ्गस्य इकः गुणः गुणः भवति. समीचीनं. तर्हि उदाहरणं किमस्ति? ओ वदामि वा उदाहरणं किमस्ति तत्र? पठामि भगिनि. पठतु. चुरयोगः इ चोरि चोरयति. अत्र चुर इति नास्ति भगिनि, चुर् चुर् इति चुर् योगः इ चोरि चोरयति इति भवति. चुर् भुवादियो दातवः सूत्रस्य धातुसंज्ञा सम्भवति. चुर् योगः निच् चुटु सूत्रस्य निच् नकारः इत्संज्ञा भवति. तस्य लोपः अपि भवति. देन् चकारः हलन्त्यं सूत्रस्य तस्य लोपः अपि भवति. देन् चुर् योगः इ पुगन्तलघुपदस्य सूत्रस्य चुर् मुकार चुर् अस्ति. चुर् इति इत्यस्य उकारः गुणवृद्धि गुणः सम्भवति. सु चो इति आगच्छति. सुचोरि आगच्छति. चोर् प्लस् इ चोरि आगच्छति इति सनाद्यन्तदातवः. अनाद्यन्तदातुः इति सूत्रस्य अत्र सनाद्यन्तदातु सम्भवति. चोरि सूत्रस्य देन् शप् आगच्छति. देन् अस्य तिङन्तप्रत्ययं योजनेन चोरयति चोरयति आगच्छति. समीचीनम् समीचीनं. पुगन्तलघुपदस्य च इति सूत्रं तु अस्माकं परिचितम् अस्ति, अतः तत्र कोऽपि प्रश्नः अस्ति चेत् वदन्तु, परन्तु अग्रे गन्तुं शक्नुमः परिचितं सूत्रमिति कृत्वा. अस्तु, इदानीं तत्र आहत्य किम् अस्ति? त्रीणि सूत्राणि सन्ति. अजन्त अङ्गम् अस्ति चेत् वृद्धिः भवति अचोयणि इति सूत्रेण निचिपरे. उपदायां ह्रस्वकारः अस्ति चेत् वृद्धिः भवति अतोपदायाः इत्यनेन. उपदायां लघु इक्वर्णः अस्ति चेत् गुणः भवति पुगन्तलघुपदस्य च इति सूत्रेण. एतानि त्रीणि सूत्राणि तत्र वस्तुतः अस्माभिः स्मर्तव्यानि, यतोहि एतेषां प्रयोगः सर्वत्र भवति निजन्तप्रसङ्गे. अस्तु, इदानीम् अग्रे सूर्यकुमारी भगिनी पठतु. भगिनि, एकवारं निचि सहितधातु निष्पन्नः तदा कर्तर्थकसार्वधातुकप्रत्यये परे कर्त्री सेप् इत्यनेन सेप् विकरणप्रत्यये विधीयते. उदाहरणमस्ति, चोरि नूतनधातुः अस्ति. कर्तार्थे अस्ति चेत् सेप् कर्तरी सेप् इत्यनेन सेप् आयाति. चोरि योगः सेप् निरनुबन्धरूपं चोरियोगः आ सार्वधातुक अर्धधातुकयोः इत्यनेन इकः गुणः भवति. इक अन्तिमवर्ण इक् अस्ति चोरि. गुणः भवति चेत् चोरे भवति. चोरे योगः आ यचोयवायावः इत्यनेन अचिपरे ये स्थाने आय् क्षम्यताम् ऐ आदेशः चोर्योगः ऐ योगः आ चोरय अदन्तम् अङ्गं भवति. इति अदन्तम् अङ्गस्य निष्पन्नम्. पुनः वदामि भगिनि. एतत्तु स्पष्टमस्ति खलु, अग्रे अग्रे गच्छतु, अत्र वारं दृश्यते. आमां, कर्तरी सेप् धातुतः सेप् प्रत्यय भवति कर्तर्धकसार्वधातुकप्रत्यये परे कर्तरी सप्तम्यन्तं सेप् प्रथमान्तं द्विपदमिदं सूत्रं. सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः प्रत्ययः परच इत्यनयोः अधिकारः धातोरेकाचो हलादे क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं धातोः सप्रत्ययः परच्च कर्तरि सार्वधातुके कर्तरि सेप् सूत्रं विवरणमस्ति अनुवृत्ति कथं भवति इति उक्तं प्रथमं सार्वधातुके यक् इत्यनेन सार्वधातुके अनु इत्यस्य अनुवृत्तिः प्रत्यय परच्च अधिकार अधिकारसूत्र सूत्रद्वयम् अस्ति धातु कथम् अस्ति धातुरेकाचो हलादे क्रियासंविहारे यङ् इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः अन्तिम अनुवृत्तिसूत्रं धातोः सप्रत्ययपरच्च कर्तरि सार्वधातुके पूर्ण अनुवृत्तिसहितसूत्रम् अग्रिमवाक्यद्वयं पठतु आम् इतः अग्रे सिद्धतिन् प्रत्ययानां संयोजनं भवति तथा भ्वादिगणे दिवादिगणे तुदादिगणे च सिद्धतिन् प्रत्ययानां संयोजनं कथं भवति इति चोरय योगः ति चोरयति इत्यादिकं वर्णमेलनमेव तत्र चोरय अङ्गमस्ति लट् विवक्षयति आयाति चोरयति अन्तिमरूपं भवति समीचीनम् अत्र केवलं चोरयति इत्यत्र वर्णमेलनं परन्तु अन्यत्र तु सन्धिकार्यं भवितुम् अर्हति यदा चोरय योगः अन्ति इत्यत्र सन्धिकार्याणि भवन्ति यथा भ्वादिगणे अथवा अन्येषु गणेषु अस्माभिः तदेव चुरादिगणे अपि समीचीनं कर्तरि शप् इति सूत्रमपि परिचितमस्ति अतः अग्रे गच्छामः तर्हि इदानीं वंशी भगिनी पठतु आं भगिनि इतः अग्रे सिद्धतिं प्रत्ययानां संयोजनं भवति यथा भुवादिगणे दिवादिगणे तुदादिगणे च अस्तु तदनन्तरम् अग्रे पदव्यवस्थो ओ अस्तु क्षम्यतां पदव्यवस्था निचश्च इति सूत्रं वक्ति क्षम्यतां निचश्च इति सूत्रं वक्ति यत् क्रियाफलं कर्तृगामी चेत् निजन्तधातुभ्यः आत्मनेपदिनः तिङ्प्रत्ययाः विहिताः क्रियाफलं परगामि चेत् निजन्तधातुभ्यः परस्मैपदिनः तिङ्प्रत्ययाः विहिताः अतः सामान्यतया निजन्तधातवः उभयपदिनः चोरयति चोरयते अस्तु तत्र पदव्यवस्था तत्र तु वयं दृष्टवन्तः तत्र क्रियाफलं यदा कर्तुः अभिप्रेति तत्र तु आत्मनेपदि प्रत्ययः भवन्ति यदि क्रियाफलं परस्य भवति चेत् तत्र परस्मैपदिनः तिङ्प्रत्ययः भवन्ति तत्र च निचश्च इति सूत्रमस्ति यत् भवती निचश्च किं वदति इत्युक्ते क्रियाफलं कर्तुः अभिप्रेति अतः तत्र निजन्तधातुः आत्मनेपदिनः प्रत्ययः प्राप्नोति परन्तु यदि तत्र तत्र तु सामान्यतः तु तत्र तु परस्मैपदी प्रत्ययाः एव विहिताः यतोहि तत्र एतत् सूत्रेण कारणेन नत्र आत्मनेपदी प्रत्ययाः भवन्ति परन्तु सामान्यतया क्रियाफलं तु परस्य एव भवति अतः तेन कारणेन सामान्यतया परस्मैपदीनः तिङ् प्रत्ययाः एव विहिताः परन्तु अत्र अनेन सूत्रेण आत्मनेपदी प्रत्ययाः अपि भवन्ति तस्मात् कारणात् निजन्तधातु धातवः उभयपदिनः भवन्ति अतः तत्र चोरयति अपि रूपं भवति चोरयते अपि रूपं भवितुम् अर्हति अग्रे पठामि वा भगिनि श्रूयते हा श्रूयते श्रूयते समीचीनम् इत्युक्ते तत्र प्रथमतया तत्र वक्ति इति यदुक्तं वक्ति वक्ति इति धातोः वक्ति इत्यस्य धातुः कः वच् इति धातुः अस्ति वच् वच् इति धातुः तस्य रूप प्रथमपुरुषे रूपाणि कानि अदादिगणीयधातुः अदादिक वक्ति एव अस्ति वक्ति वक्ति वक्तः वचन्ति वचन्ति वचन्ति इति प्रयोगः नास्ति ओ वचन्ति इति यद्यपि रूपम् अस्ति प्रयोगः नास्ति शिष्टप्रयोगः नास्ति बहु वच् धातोः विशेषः कः इति चेत् तत्र प्रथमपुरुषे बहुवचनान्तरूपं रूपस्य प्रयोगः नास्ति किमर्थं तत् कुत्रापि भवती शिष्टप्रयोगः नास्ति लोके तादृशप्रयोगः नास्ति भवती उक्तवती सत्यम् विशिष्टप्रयोगः नास्ति यद्यपि रूपमस्ति पाणिनीयव्याकरणानुसारं रूपमस्ति परन्तु लोके तादृशप्रयोगः नास्ति किमर्थं नास्ति इति न प्रष्टुं शक्यते अस्तु उच्चारणे क्लेशः उच्चारणे कः क्लेशः वच् अकार विना वच् वच् वचन् कथं वक्तुं वचन्ति वचन्ति इति अस्ति खलु वचन्ति इति प्रयोगः परन्तु लोके नास्ति प्रयोगः अकारः कुतः आगतः वच् योगः अन्ति वचन्ति वच् योगः अन्त्यां सत्यं सिद्धप्रत्ययः अन्ति सत्यम् अस्तु तर्हि अत्र निचश्च इति सूत्रं किं वदति अत्र सूत्रेण तु आत्मनेपदप्रत्ययः आत्मनेपदीप्रत्ययः एव भवति इति उक्तम् इत्युक्ते निचश्च इति सूत्रेण यदा कश्चन धातुः अस्ति धातुः अस्ति चेत् तत्र क्रिया भवति तादृशक्रियायाः फलं यदि कर्ता स्वयं प्राप्तुम् इच्छति तत्र क्रियायाः फलं कर्तारम् अभिप्रेति इत्युक्ते कर्तारं प्रति एव भवतु इति सः इच्छति चेत् तदानीम् आत्मनेपदप्रत्ययः भवति इति तत्र सूत्रे तु निचश्च इति सूत्रे केवलम् आत्मनेपदिप्रत्ययः एव भवति इति उक्तम् इत्युक्ते यत्र क्रियायाः फलं कर्तारं प्रति कर्तारम् अभिप्रेति तत्र आत्मनेपदं भवति इति उक्तं तर्हि यत्र क्रियायाः फलं कर्तारं न अभिप्रेति तत्र किं भवति शेषात् कर्तरि परस्मे शेषात् कर्तरि परस्मैपदम् परस्मैपदिनः इति परस्मैपदं भवति तत्र अतः अत्र अतः एव अत्र उक्तमस्ति यदि काचन क्रिया अस्ति चेत् तदानीं तत्र विकल्पद्वयं सम्भवति यदा कर्ता तत्र क्रियायाः फलं मम कृते एव भवतु इति चिन्तयति तदानीम् आत्मनेपदप्रयोगः यदा कर्ता तथा न चिन्तयति क्रियायाः फलं मम कृते नास्ति अन्यस्य कृते अपि भवतु इति यदा चिन्तयति तदानीं तु आत्मनेपदं न भवति परस्मैपदं भवति अतः एव अत्र प्रायेण रूपद्वयं दृश्यते सर्वत्र परन्तु केषुचित् स्थलेषु केवलं परस्मैपदमेव भवति आत्मनेपदं न भवति तत्र परिगणितधातवः सन्ति येषां कृते केवलं परस्मैपदं भवति आत्मनेपदं न भवति अतः यदा वयं आत्मने परस्मैपदरूपं वयं परस्मैपदरूपस्य उपयोगं यदा वयं कुर्मः तदानीं दोषः न भवति व्यवहारे यदा तत्र वाक्यप्रयोगे सर्वत्र परस्मैपदीरूपं स्वीकृत्य वयं वाक्यं वदामः चेत् कुत्रापि दोषः न जायते परन्तु आत्मनेपदप्रयोगे प्रायेण सर्वत्र अस्ति आत्मनेपदप्रयोगः परन्तु केषुचित् स्थलेषु तत्र नास्ति अतः तादृशस्थलेषु केवलं परस्मैपदस्य एव प्रयोगः करणीयः अस्तु इदानीं सूत्रं पठतु भगिनि हा भगिनि तत्र एकः प्रश्नः अस्ति तत्र निचश्च इति सूत्रं परसूत्रमस्ति स्वरितनिता कर्तृभिप्राये क्रियाफले इत्यस्मिन् तत्र कर्तृभिप्राये क्रियाफले इति अनुवृत्तिः अस्ति अस्मिन् सूत्रे तत्र तु किमर्थं तत्र ञकारः किं ज्ञा योजितं पाणिनिना स्वरितनित इति उक्तं स्वरितन्यत इति किमर्थं न उक्तं? यतोहि नितर्ष तु नकारस्य इत् एव वदति तत्र. अवगतं वा मम प्रश्ने? इत्युक्ते तत्र यथा अचोयनिति इत्यत्र इति निति इत्यस्ति, एवमेव अत्रापि इति निति. किमर्थं न कृतं? यतोहि तत्र नित्यस्य अनुवृत्तिः कुत्रापि नास्ति, नित्यस्य अनुवृत्तिः नास्ति. न परन्तु तत्र णकारः इत्यस्य सर्वस्य कृते आत्मनेपदं भवति इति नास्ति खलु, केवलं णिच् विषये एव वदन् अस्ति. सत्यं, तत्र स्वरितनित् इति भवति, नित् इत् भवति. इत् इत्युक्ते तत्र यकारः इति संज्ञा, अपि च निच् इत्युक्ते तत्र नित् न भवति वा इति उक्तं. निच्छस्य न, तत्र स्वरितज्ञतः कर्तृभिप्राये क्रियापले इति सूत्रे किं परिवर्तयितुम् इच्छति? तत्र निच्छपि तत्र योजितुं न शक्यते वा इति मम प्रश्नः. स्वरितनित निचः इति स्वरितज्ञतः निचः इति तत्र तत्र अन्वयः कथं भवति इति वदतु एकवारम्. स्वरः स्वरित भवेत्, नित् अस्ति. यदि तत्र नित् इत्संज्ञा अस्ति भवति, अपि च निच् इति प्रत्ययः परे निच् प्रत्ययः भवेत्. इदानीं तत्र सामूहिकरूपेण किमपि वदन् अस्ति, तत्र णिच् इति योजयितुं शक्यते वा? स्पष्टता भवति वा? नास्ति प्रायः, तदेव तस्मात् कारणे पृथक् कृतम् इति अवगतवती, परन्तु प्रश्नः मनसि जातः तत्र. हा न, सत्यं, परन्तु तत्र एव योजयति चेत् णिच् इति, तदानीं तत्र णिच् इति तत्र वेरि स्पेसिफिक् अस्ति. तत्र स्वरित अपि च णितः इत्यत्र तु सार्वत्रिकस्य विषये वदन् अस्ति खलु. सार्वत्रिकस्य विषये यदा वदन् अस्ति, तदानीं णिच् इति तत्रैव योजयति चेत् स्पष्टता न भवति. अपि एतदपि वक्तुं शक्यते, यदि तत्र णिच् इत्यस्यैव प्रयोगः करणीयः, तत्र तु अनुवृत्तिः न समीचीनं नास्ति. तदपि अस्ति भगिनि, क्षम्यताम्. अस्तु, पठामि. स्वरित णितः णिचः इति वदति चेत् स्वरित णितः णिचः इति वक्तुम् इच्छति खलु. स्वरित आं भगिनि, स्वरित णित णिचः इति वक्तुमिच्छति इति तत्र केवलं स्पष्टतार्थमेव भगिनि, अन्यत् किमपि वक्तुं न शक्यते. स्पष्टतार्थमेव इत्युक्ते तत्र यत्र सार्वत्रिकस्य विषये वदन् अस्ति, तत्र तु स्पेसिफिक् इत्यस्य विषये न प्रायेण न वदति. स्पष्टप्रतिपत्त्यर्थमेव अत्र एतादृशं पृथक् कृतम्. अस्तु भगिनि, पठामि. निचर्ष इति सूत्रमस्ति. क्रियाफलं कर्तारम् अभिप्रयति चेत् निजन्तेभ्यः धातुभ्यः आत्मनेपदं भवति. अत्र प्रत्ययग्रहणे तदन्ताग्राह्याः इति परिभाषया तदन्तविधिः भवति. अनेन यस्य धातोः अन्ते निच् प्रत्ययः स्यात् तस्मात् इत्यर्थः निष्पन्नः. निचः पञ्चम्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रम्. अनुदात्तनित आत्मनेपदम् इत्यस्मात् आत्मनेपदम् इत्यस्य अनुवृत्तिः. स्वरितनितकर्तृभिप्राये क्रियाफले इत्यस्मात् कर्तृभिप्राये क्रियाफले इत्यनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्रं निचः च आत्मनेपदं कर्तृभिप्राये क्रियाफले. अस्तु, द्विपदमिदं सूत्रमस्ति. निचः च इति सूत्रमस्ति. निचः इति पञ्चम्यन्तमस्ति, च इति तत्र अनुवृत्तिरूपेण आगच्छति. कर्तृभिप्राये क्रियाफले इत्यस्य अनुवृत्तिः, सूत्रस्य अनुवृत्तिः तत्र अस्मिन् सूत्रे अस्ति. तस्मात् कारणात् च इति योजयितुं योजनम् अभवत्. यत्र क्रियाफलं, क्रियायाः फलं कर्तारं प्रति गच्छति, तत्र धातुभ्यः आत्मनेपद प्रत्ययाः भवन्ति इति सूत्रस्य अर्थः अस्ति. प्रत्ययग्रहणे तदन्ताग्राह्य इति परिभाषया तत्र यस्य धातोः निच् प्रत्ययः भवति, तस्य धातोः अन्ते निच् प्रत्ययः भवति, तदन्ताः ग्राह्य तत्र तदन्तविधिः किमर्थं तत्र आवश्यकं भवति? प्रत्यग्रहणे तदन्ताः ग्राह्याः इति आवश्यकं वा तत्र? यतोहि एकवारं निच् भवति. न, इदानीम् अनुवृत्तिसहितसूत्रं किम् अस्ति? निचः च, निचः च आत्मनेपदं कर्तृभिप्राये क्रियाफले. तर्हि निचः इति तत्र केवलं प्रत्ययः एव अस्ति इति चिन्तयतु. अस्तु, निच् इति प्रत्ययः एव अस्ति. तत्पश्चात् तत्पश्चात् आत्मनेपदिप्रत्ययः भवति वा? नास्ति. तस् यस्मात् निच् प्रत्ययः विधीयते तस्मात् आत्मनेपदिप्रत्ययाः भवन्ति इति. अतः अन्तग्रहणम् आवश्यकं खलु? केवलं निच् प्रत्ययस्य अनन्तरं तु आत्मनेपदप्रत्ययः न भवति एव. अतः तत्र अर्थबोधः कथम् इति चेत्, यस्य अन्ते निच् अस्ति तादृशस्य अनन्तरम् आत्मनेपदप्रत्ययः अस्ति. तादृशप्रत्ययः कर्तारं प्रति अभिप्रेति चेत्, क्रियायाः फलं कर्तारं प्रति इष्यते चेत्, तदानीं तेभ्यः अङ्गेभ्यः आत्मनेपदप्रत्ययः भवति इति अर्थः खलु? अस्तु, सत्यं सत्यं. भगिनी कृपया पुनरेकवारं वदतु भगिनि. अतः अत्र पश्यतु, निचः च आत्मनेपदं कर्तृभिप्राये क्रियाफलम् इति अनुवृत्तिसहितसूत्रमस्ति. तर्हि तत्र भगिन्याः प्रश्नः, प्रत्यग्रहणे तदन्तग्राह्याः इत्यस्य का आवश्यकता इति प्रश्नः. तर्हि प्रत्यग्रहणे तदन्ताग्राह्याः इति परिभाषायाः प्रयोगः अत्र अस्ति वा नास्ति वा इति कथं जानीमः इति चेत्, अत्र अनियमः अस्ति वा इति प्रश्नः. अनियमः अस्ति चेत् परिभाषायाः आवश्यकता. अत्र निचः च आत्मनेपदम् इति उक्तं. निचः इत्यनेन केवलं प्रत्ययस्य एव ग्रहणं यदा क्रियते, तदानीं प्रत्ययस्य अनन्तरम् आत्मनेपदप्रत्ययः भवति इति कुत्रापि अस्ति वा लोके अथवा शास्त्रे? प्रत्ययस्य अनन्तरम् अन्यः प्रत्ययः भवति इति कुत्रापि नास्ति. तत्र अङ्गमपि भवेत् खलु, कश्चन धातुः भवेत्, धातुः भवेत्, अङ्गं भवेत्, यस्य अन्ते निच् प्रत्ययः अस्ति तस्य अनन्तरं कश्चन प्रत्ययः आयाति. अतः केवलं निच् इति प्रत्ययः एव इति वदामः चेत् तदानीम् अर्थबोधः न भवति, न सङ्गच्छते. अतः किं वक्तव्यम्? निच् इति यस्य अन्ते अस्ति तादृश अङ्गं तस्य अनन्तरं कश्चन प्रत्ययः भवति, सः प्रत्ययः आत्मनेपदप्रत्ययः भवति. कदा भवति? यदा तादृशधातोः फलं, क्रियायाः फलं कर्तारं प्रति इष्यते. इत्युक्ते तत्र द कर्ता हू इस् डूयिङ्ग् द वर्क् डिज़ैर्स् द फ्रूट् आफ् द एक्षन् फार् हिम्सेल्फ़्. तादृशसन्दर्भे आत्मनेपदप्रत्ययः भवति. यदा तत्र पचति इति वदामः, पच् धातोः उदाहरणं बहु सरलमस्ति अस्माकम् अवगमनार्थम्, अतः सर्वदा पच् धातोः एव उदाहरणं दीयते. पचति पचते इति अस्ति खलु, माता पचति, माता पचते इति अस्ति. कः भेदः इति चेत्, माता पचते इति प्रयोगे माता स्वयं तस्य कृते एव पचति. सः गृहे कोऽपि नास्ति, केवलं माता अस्ति इति चिन्तयतु. सर्वे गृहे, सर्वे जनाः अन्यत्र कुत्रापि ते गताः. तदानीं माता स्वयं स्वस्य कृते एव तत्र पचनकार्यं, पाककार्यं करोति. तर्हि तत्र तस्य इच्छा का? तत्र क्रियायाः फलं मम कृते एव भवतु इति इच्छा अस्ति खलु. अतः माता पचते इति प्रयोगः शक्यते, यतोहि सः स्वस्य कृते एव करोति. परन्तु यदा गृहे बहवः जनाः सन्ति, तदानीं माता, तत्र बालकाः सन्ति, पुत्राः सन्ति, तदानीं माता पचति इत्युक्ते तत्र सर्वेषां कृते पचति, स्वस्य कृते एव इति नास्ति. अतः माता पचति इति परस्मैपदीप्रयोगः. एवमेव अत्रापि निचश्च इति सूत्रे निच् निजन्तधातुभ्यः परस्मैपदीप्रत्ययप्रत्ययः भवति वा आत्मनेपदीप्रत्ययः भवति वा इति प्रश्ने, तदानीं क्रियायाः फलं कस्य कृते इति प्रश्नः भवति. क्रियायाः फलं यदि तत्र स्वस्य कृते एव अस्ति इति यदा विषयः अस्ति तदानीम् आत्मनेपदप्रत्ययः भवति, परन्तु क्रियायाः फलं सार्वत्रिकं बहूनां कृते अस्ति, न केवलं मम कृते इति चेत् तदानीं परस्मैपदप्रत्ययः भवति. अस्मिन् सूत्रे केवलम् आत्मनेपदप्रत्ययस्य विषये एव उक्तं, परन्तु वयम् अवगन्तुं शक्नुमः यत् एतादृशस्थलेषु आत्मनेपदं भवति चेत् तत्र शेषात्कर्तरि परस्मैपदम् इत्यनेन परस्मैपदम् अन्येषु स्थलेषु भवति, अतः विकल्पेन रूपद्वयम् इति वदामः. अवगतं वा? अवगतं. किन्तु अङ्गस्य अधिकारे केन स्थापितम् इति, अङ्गस्य अधिकारे अस्ति चेत् अङ्गस्य इति अनुवृत्ति भवितुमर्हति. अङ्गस्य अधिकारे न स्थापितम् अत्र, अङ्गस्य अधिकारे न स्थापितं, परन्तु कथम् अवगन्तुं शक्यते इति चेत् निचिति प्रत्ययः अस्ति. प्रत्ययः तु धातुभ्यः एव विधीयते, निच् प्रत्ययः धातुभ्यः विधीयते, यतोहि चुरादिभ्यः णिच् इति सूत्रं धात्वाधिकारे अस्ति. निच् प्रत्ययः धातुभ्यः विधीयते चेत् धातुः अस्ति चेत् अङ्गम् अस्ति एव. अङ्गस्य अधिकारे इदं सूत्रं नास्ति चेदपि निच् प्रत्ययः धातोः अनन्तरं भवति, अतः तत्र अङ्गम् अस्ति एव. तादृश अङ्गस्य अनन्तरं कश्चन प्रत्ययः अस्ति, सः प्रत्ययः आत्मनेपदप्रत्ययः भवति इति वयम् अर्थात् अवगन्तुं शक्यते, यद्यपि अङ्गस्य अधिकारे नास्ति. हलो, अस्तु, यदि अङ्गस्य अधिकारे अस्ति चेत् तत्र प्रत्ययग्रहणे तदन्तग्राह्यस्य आवश्यकता न भवति. अङ्गस्य इति तत्र तथा वयं कल्पयितुं शक्नुमः, परन्तु अत्र प्रकरणरीत्या तत्र सूत्राणां व्यवस्था अस्ति खलु. प्रकरणरीत्या तर्हि आत्मनेपदी आत्मनेपदप्रत्ययाः कुत्र कुत्र भवन्ति इति वक्तुं सर्वाणि सूत्राणि एकत्र सङ्गृहीतानि. तस्मिन् गणे निचश्च इति एकं सूत्रमपि अस्ति, यथा स्वरितनिमित्तकर्तृभिप्राये क्रियापले इति एकं सूत्रम्, एवमेव अन्यानि बहूनि सूत्राणि सन्ति यत्र आत्मनेपदप्रत्ययः भवति. कानिचन सूत्राणि अस्माभिः अपि पठितानि अत्र मातुः पुस्तके, कुत्र आत्मनेपदं भवति, सङ्गच्छते इति उक्तं, सङ्गच्छते इति उक्तं खलु, सङ्गच्छते इति तत्र सम् उपसर्गपूर्वकः गम् धातोः आत्मनेपदप्रयोगः इति उक्तम् इति एतादृश बहूनि सूत्राणि सन्ति यत्र आत्मनेपदप्रत्ययः भवति. तस्मिन् क्रमे निचश्च इति अपि सूत्रमस्ति, परन्तु अत्र अर्थावगमनं कथं भवति इति चेत् निच् इति प्रत्ययः एव अस्ति चेत् तस्य अनन्तरम् अन्यः प्रत्ययः न भवति, अतः निच् इत्यनेन यस्य अन्ते निच् अस्ति, कस्य अन्ते इति चेत् धातोः अन्ते अथवा अङ्गस्य अन्ते इति अवगन्तुं शक्यते, अर्थात् अवगम्यते. भगिनि, अत्र निचश्च इति सूत्रं केवलं दशमे गणे ये धातवः सन्ति तेषां कृते इति वा? न न, तथा नास्ति. प्रेरणार्थे अपि बहवः धातवः एवमपि सन्ति ये केवलं परस्मैपदिनः, अनन्तरं बहवः धातवः केवलम् आत्मनेपदिनः सन्ति, तेषां कृते तेषां का गतिः? तेषामपि एवमेव, तेषामपि एवमेव. ते धातवः इत्युक्ते वन्द् इति धातुः अस्ति, वन्द् धातुः तत्र वन्दते इत्येव रूपमस्ति खलु, वन्द् धातुः. परन्तु यदा तत्र निजन्तप्रयोगः अस्ति, निजन्तप्रयोगे रूपद्वयम् अस्ति, वन्दयति वन्दयते, रूपद्वयमस्ति. यद्यपि मूलधातुः आत्मनेपदी एव, तथापि निचश्च इति सूत्रबलेन रूपद्वयं सम्भवति सर्वत्र यत्र निषेधः नास्ति. केचन परिगणितदातवः सन्ति येषां कृते केवलं परस्मैपदमेव भवति, यथा तत्र बुद्ध धातुः, युद् धातुः, नश् धातुः, जन् धातुः, एते धातवः, ततः बोधयति इति एव रूपं, बोधयते इति रूपं नास्ति, नाशयति इति एव रूपमस्ति, नाशयते इति रूपं नास्ति, जनयति इति रूपं, जनयते इति रूपं नास्ति इति एवं केचन परिगणितदातवः सन्ति येषां कृते केवलं परस्मैपदिरूपमेव अस्ति, अन्येषां कृते तु रूपद्वयं सम्भवति यद्यपि मूलधातुः केवलं परस्मैपदि वा आत्मनेपदि. अस्तु, इदानीम् अग्रे शोभा भगिनी. तत्कारणमेव नित् अत्र न स्वीकृतम् इति वा तत्कारणे किं निचश्च इत्यत्र वंशी भगिनी पृष्टवती खलु किमर्थं सूत्रद्वयम् आवश्यकम् एकस्मिन् एव सूत्रे किम् आसीत् भवतु इति स्वर स्वरितनित निचश्च इति स्वरितनित इति तु कम्पल्सरिलि आत्मनेपदिनः भवन्ति खलु इति तत्र तत्र औत्सर्गिकसूत्रमस्ति औत्सर्गिकसूत्रं प्रथमतया उक्त्वा तदनन्तरं विशेषः उच्यते अत्र तु विशेषः अस्ति खलु निचश्च इति विशेषः अस्ति औत्सर्गिकसूत्रे अपि एव विशेषः उच्यते चेत् क्लेशः भवति खलु औत्सर्गिकसूत्रं स्वरितनितः इति उक्तं तर्हि नितः इत्यस्य विषये सर्वत्र एवम् इति नास्ति इति विशेषः अस्ति सः सामान्यतया स्वरितः अस्ति अथवा ण्यकारः इत्यस्ति चेत् तदानीम् आत्मनेपदस्य चिन्तनं भवति परन्तु निचः इति विशेषः अस्ति यत्र एतादृशं भवति आत्मनेपदं भवति अतः विशेषः इति पृथक्तया वक्तव्यं भवति तदानीमेव विशेषः इति अवगम्यते विशेषः अपि सामान्य एव योज्यते चेत् क्लेशः भवति अस्ति अस्तु शोभा भगिनी अग्रे आं भगिनि यथा सामान्यं धातुविधिः धातोः अन्तिमवर्णस्य आधारेण अस्माभिः विभाजितः भवति अजन्तः धातवः सन्ति अपि च हलन्तधातवः सन्ति पूर्वमेकं वाक्यम् अस्ति तन्न पठितं क्रियाफलं कर्तारं न अभिप्रैति चेत् परस्मैपदं भवति शेषात् कर्तरि परस्मैपदम् इत्यनेन यत्र धातोः आत्मनेपदस्य कारणं नास्ति तत्र कर्तृते परस्मैपदं भवति तत्र यथा चर्चितवन्तः क्रियाफलं कर्तारम् अभिप्रेति चेत् आत्मनेपदी भवति कर्तारं न अभिप्रैति चेत् परस्मैपदं भवति यदि तत्र कर्तुः इच्छा नास्ति फलं स्वयं प्रति आगच्छेत् इति तत्र आत्मनेपदी न भवति कर्तारं प्रति न अभिप्रैति चेत् परस्मैपदी भवति यदि फलं क्रियायाः फलम् अन्येषां कृते प्रति गच्छति चेत् तदा परस्मैपदी भवति इति तत्र यथा भवती पचति पचते इत्यस्य उदाहरणं दत्तवती तादृश व्यवस्था अस्ति इति उक्तं तत्र शेषात् कर्तरि परस्मैपदम् इत्यनेन यत्र धातोः आत्मनेपदस्य कारणं नास्ति इत्युक्ते तत्र यत्र क्रियायाः फलं कर्तारं प्रति गन्तव्यम् इति इच्छा नास्ति तत्र आत्मनेपदस्य कारणं नास्ति तत्र कर्तृर्थे परस्मैपदं भवति अपि च तस्य विधायकसूत्रमस्ति शेषात् कर्तरि परस्मैपदम् इति अग्रे पठामि वा पठतु यथा सामान्यं तत्र धातुविधिः धातोः अन्तिमवर्णस्य आधारेण अस्माभिः विभाजितः भवति अजन्तधातवः सन्ति अपि च हलन्तधातवः सन्ति प्रथमम् अजन्तधातून् अवलोकयाम तदा हलन्तधातून् तत्र अग्रे अपि पठामि चुरादिगणे तत्र दशाधिकचत्वारिशतम् इति वक्तुं शक्नुमः इति मन्ये धातवः सन्ति एषु केचन धातवः नित्यनिदन्तशतं किलो चतुर्शतं धन्यवादः एषु केचन धातवः नित्यनिजन्ताः केचन च अनित्यनिजन्ताः पुनः सामान्यतया उभयपदिनः किन्तु केचन केवलम् आत्मनेपदिनः ये धातवः नित्यनिजन्ताः उभयपदिनः च सन्ति ते अस्मिन् पाठे उपस्थाप्यन्ते सामान्यधातुरूपेण यदा ये तदा ये अनित्यनिजन्ताः अथवा आत्मनेपदिनः ते अग्रिमे पाठे दीयन्ते तत्र यथा सामान्यं यदा वयं तत्र विभजनं धातूनां विभजनं कुर्मः तदा धातोः अन्तिमवर्णस्य आधारेण इत्युक्ते तत्र अजन्त वा अदन्त वा अनदन्त इति एतानि अपि च अन्ये भवितुम् अर्हन्ति अन्तिमवर्णस्य आधारेण विभाजितः भवन्ति अजन्तधातवः अपि च हलन्तधातवः इति सन्ति अत्र प्रथमम् अजन्तधातून् अजन्तधातूनां विषये पठामः तदनन्तरम् अग्रे हलन्तधातूनां विषये आगच्छति इति वदति महोदयेन उक्तं तत्र चुरगणे चतुर् दशाधिकचतुर्शतं धातवः सन्ति तत्र केचन नित्यनिजन्ताः भवन्ति केचन केषु धातुषु विषयेषु तादृशः न भवति तत्र पुनः सामान्यतया उभयपदिनः चुरादिगणीयधातवः सामान्यतया उभयपदीरूपं प्राप्नुवन्ति किन्तु केचन केवलम् आत्मनेपदिनः यथा भवती उक्तवती सर्वत्र उभयपदीरूपं न भवति धातोः आधारेण तत्र निर्धारं कर्तुं शक्नुमः अपि च प्रायः अर्थः किम् अस्ति इति दृष्ट्वा अपि ये धातवः नित्यनिजन्ताः उभयपदिनः च सन्ति ते अस्मिन् पाठे अस्माकं प्रति इदानीं तु ये नित्यनिजन्ताः सन्ति अपि उभयपदिनः अपि सन्ति तेषामेव अध्ययनं कुर्मः सामान्यधातुरूपेण अग्रे अनित्यनिजन्ताः अथवा आत्मनेपदिनः धातवः धातुरूपाणि कथं भवति इति पठामः इति दत्तमस्ति सम्यक् सम्यक् अत्र किन्तु केचन केवलम् आत्मनेपदिनः इति उक्तं खलु तत् समीचीनं नास्ति इति मम भाति हा भवती केचन केवल परस्मैपदी इति उक्तवती खलु हा केचन केवलं परस्मैपदिनः इति अहं स्मरामि तत्र इति मम अवगमनमस्ति तद् अहं स्पष्टीकरोमि अत्र केवलम् आत्मनेपदिनः इति नास्ति इति भाति मम अहम् अग्रिमसप्ताहे पुनः एकवारं दृष्ट्वा वदामि मम स्मरणे एवम् अस्ति तत्र केवलम् आत्मने चुरादिगणे केचन धातवः केवलम् आत्मनेपदे एव अस्ति के धातवः स्मरामि परन्तु अहं स्मरामि केचन धातवः केवलं परस्मैपदिनः एव सन्ति इति अहं स्मरामि अतः पश्यामः किम् अस्ति इति किं सत्यम् इति एकवारं पश्यामः यतोहि तत्र बुधयुध नशजने जनेङ् प्रदृ सृभ्ये नेहे इति सूत्रमस्ति तेन सूत्रेण ते धातवः केवलं परस्मैपदिनः अतः तत्तु सत्यमस्ति खलु अतः केवलम् आत्मनेपदिनः इति कथं भवितुमर्हति न भवितुमर्हति यतोहि सूत्रमस्ति सूत्राधारेण एते धातवः यथा बोधयति इति तत्र केवलं परस्मैपदी एव रूपमस्ति अतः कथं केचन धातवः केवलम् आत्मनेपदिनः इति वक्तुं शक्यते इति प्रश्नः अतः एकवारं पुनः एकवारं परिशील्य अनन्तरं वदामि परन्तु सम्यक् नास्ति इति मम भाति अस्तु हा अस्तु धन्यवादः भगिनि धन्यवादः अस्तु इदानीं तत्र कः लक्ष्मीभगिनी पठतु आं भगिनि क्षम्यता अजन्तधातवः आकारान्तधातवः एकः एव धातुः निच् प्रत्यये परे आकारान्तधातूनां पुगागमः भवति चुरादिगणे एक एव आकारान्तधातुः अस्ति ज्ञा नियोगे आज्ञां करोति इत्यर्थः अयं ज्ञा धातुः क्रादिगणस्य अवबोधने ज्ञा धातुतः भिन्नः अस्ति आकारान्तधातुषु एक एव अस्मिन् गणे अस्ति चुरादिगणे णिच् प्रत्ययपरे पुगागमः भवति इति एकः नियमः अपि अस्ति. अत्र धातुः ज्ञा नियोगे इति अस्ति, अर्थः ज्ञां करोति इति भवति. एषः धातुः क्रादिगणस्य ज्ञा धातुतः भिन्नः अस्ति इति अपि उक्तम्. अग्रे पठानि वा? पठतु. अर्ति ह्री व्ली रि ग्नोयि क्ष्मायातां पुग्णौ. ऋ ह्री व्ली रि ग्नोयि क्ष्मायि एभ्यः धातुभ्यः अपि च आकारान्तधातुभ्यः पुक् आगमः भवति णिच् प्रत्ययपरे. येषां धातूनां पुक् आगमः नौ नि इत्यस्य सप्तम्यन्तं. नि इत्युक्ते णिच् इत्यतः णिच् प्रत्यये परे इत्यर्थः. आदितौ टकितौ इत्यनेन धातोः परम् आयाति अयं पुगागमः. पुक् इत्यस्मिन् क उ इत्यनयोः इत् संज्ञा लोपश्च पकारः अवशिष्यते. अर्तिश्च ह्रीश्च व्लीश्च रीश्च ग्नूयिश्च क्ष्मायिश्च आच्च तेषाम् इतरेतर द्वन्द्वः अर्ति ह्री व्ली री ग्नूयि क्ष्मायातः तेषाम् अर्ति ह्री व्ली री ग्नूयि क्ष्मायातां षष्ट्यन्तम्, पुक् प्रथमान्तं, नौ सप्तम्यन्तं. त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अर्ति ह्री व्ली रि ग्नूयि क्ष्मायातां अङ्गानां पुक् नौ. अर्ति ह्री व्ली रि ग्नूयि क्ष्मायातां पुग्नौ इत्यनेन सूत्रेण केचन धातवः ऋ ह्री व्ली रि ग्नूयि क्ष्मायि इत्यभ्यः धातुभ्यः अपि च आकारान्तधातुभ्यः च पुगागमः भवति णिच् प्रत्ययपरि इति सूत्रार्थः अस्ति. नौ इत्यस्य केवलं णिच् प्रत्ययपरि परे इति एव अर्थः. नौ इत्यस्य णिच् इति ग्रहणं केवलं णिच् एव ग्रहणं खलु भगिनि? पुक् इति अस्ति, पुक् इति आगमः अस्ति. आदिन्दौ टकितौ इत्यनेन धातोः परम् आयाति, ककारः इत् अस्ति अतः धातोः परम् आयाति पुगागमः. ततः परं पुक् इत्यस्य ककारः हलन्त्यम् इत्यनेन इत् भवति, उकारः च इत् अस्ति, तयोः लोपः भवति, तस्य लोपः इत्यनेन. अत्र एतेभ्यः धातु आत् इति अस्ति, आत् इति आकारान्त धातूनां ग्रहणं भवति. यत्र आकारः अन्ते अस्ति तादृशधातूनामपि धातूनामपि अनन्तरं पुक् आगमः भवति. किम् अस्ति अङ्गस्य इत्यस्य अधिकारः तावदेव अनुवृत्तिसहितसूत्रम् अर्ति ह्री व्लीरि प्नुयि क्ष्मायातम् अङ्गानां पुक् नौ इति भवति. बहु समीचीनं भगिनि, धन्यवादः. अत्र वस्तुतः किम् अस्ति इति चेत् इदानीं मया दृष्टम् अत्र केवलं केचन दातवः केवलं परस्मैपदिनः, केचन दातवः केवलम् आत्मनेपदिनः इति अपि सन्ति. अतः अत्र द्वयमपि अस्ति, केचन धातवः केवलं परस्मैपदिनः, केचन धातवः केवलम् आत्मनेपदिनः इत्यपि सन्ति. तत्र वस्तुतः सूत्रेषु नास्ति, केवलम् आत्मनेपदिनः इति सूत्रेषु नास्ति, परन्तु तत्र गणसूत्रमस्ति, गणसूत्रमस्ति. गणसूत्रेण केचन धातवः केवलम् आत्मनेपदिनः अपि भवन्ति इति स्पष्टीकर्तुम् इच्छामि. अत्र मया केवलं परस्मैपदिनः इत्येव चिन्तितम् आसीत्, इदानीं दृष्टं केचन धातवः आत्मनेपदिनः केवलम् आत्मनेपदिनः इति अपि सन्ति, केवलं परिगणितदातवः. सूत्रेण भगिनि? गणसूत्रेण. गणसूत्रेण. गणसूत्रेण. तत्र अकस्मात् अकस्मात् आत्मनेपदिनः इति गणसूत्रमस्ति. केन गणसूत्रेण केचन धातवः केवलम् आत्मनेपदिनः सन्ति. अस्तु, अतः तत्र निजन्तप्रयोगे यद्यपि उभयपदिनः इति वदामः, प्रायेण उभयपदिनः सर्वे दातवः प्रायेण, परन्तु परिगणितदातवः केवलम् आत्मनेपदिनः अथवा केवलं परस्मैपदिनः अपि भवन्ति. अस्तु, तत्र अरविन्द महोदय एकं परिच्छेदं पठतु, अनन्तरं समापयामः. अस्मिन् सूत्रे अस्मिन् सूत्रे ये धातवः सूचिता ते आकारान्तज्ञा धातुं वर्जयित्वा चुरादिगणे न सन्ति. धातुभ्यः निच् प्रत्ययः द्वयोः अर्थयोः भवन्ति, स्वार्थे चुरादिगणे, प्रेरणार्थे च. चुरादिगणीयं ज्ञा धातुं विहाय अनेन सूत्रेण सूचितेभ्यः सर्वेभ्यः धातुभ्यः निच् प्रत्ययः प्रेरणार्थे एव. यथा ब्लि धातु क्रयादिगणे व्लीनाति नोदयति, प्रेरणार्थे णिचि उगागमः भवति. लोप् व्लोपयति पातयति इत्यर्थः. एते अवशिष्टाः सर्वे धातवः परिशीलयिष्यन्ते. आर्धधातुकप्रकरणे यत्र णिच् प्रत्ययः प्रेरणार्थे अस्ति, सम्प्रति चुरादौ ज्ञा धातोः प्रक्रिया कथम् इति पश्येम. अत्र सूत्रे ये धातवः सूचिता इत्युक्ते अति ह्री व्लीक्ष् व्लीरीक्ष्णु ईक्ष्मायातां उग्नौ इति सूत्रे ये धातवः सूचिता ते अकारान्तधातुं विहाय इत्युक्ते री ह्री व्ली री नूयि क्ष्मायि एते धातवः चुरादिगणे न सन्ति. धातुभ्यः निच् प्रत्ययः द्वयो अर्थयोः भवन्ति, स्वार्थे एवं प्रेरणार्थे च. इति कृत्वा चुरादिगणीय यत् ज्ञातुं विहाय अनेन सूत्रेण सूचितः सर्वेभ्यः अन्यधातुभ्यः निच् प्रत्ययः प्रेरणार्थे एव भवन्ति. यदा ब्लि क्रयादिगणे ब्लीनाति नोदयति, प्रेरणार्थे निच् उगामहं भवति कृत्वा ब्लेपयति इति रूपं चिन्त्यते. एते अवशिष्टा सर्वे धातवः परिशीलयन्ते अर्धधातुप्रकरणे इति उक्तमस्ति. बहु समीचीनं महोदय, धन्यवादः. अस्मिन् प्रसङ्गे किञ्चित् इतोपि अग्रिमसप्ताहे चर्चयिष्यामः, इदानीं समयः अतीतः इति कृत्वा. अत्र अरुणा भगिनी अर्ति ह्रीव्लीरि नुयि श्मायातं पुङ्नौ इति सूत्रार्थः एकवारं सारांशरूपेण वदति वा? अत्र सूत्रं वदति केचन धातः रु ह्री व्लीरि नुयि क्षमायि धातुभ्यः कारणधातुनं पुकागमः भवति निच् कृते परे. केवलं चुरादिगणे केवलं ज्ञादात् एव आकारान्तदातु, अन्ये धातवः गणः न जानामि. केवलं चुरादिगणे आकारान्त धातु अस्ति चेत् पुकागमः भवति निच् प्रत्यये परे. बहु समीचीनं, तर्हि वदतु. पुकति अद्यन्तौ तिक्त अस्ति, अद्यन्तौ तिक्तौ इति सूत्रेण पकार धातु अन्तः भवति. धातु अन्तः भवति, बहु समीचीनं. तर्हि अत्र अत्र परिगणितदातवः ऋ ह्री लि रि नुयि ष्मायि इति विशेषदातवः, अनन्तरं सर्वेभ्यः आकारान्ते आकारान्तदातुभ्यः पुगागमः भवति इति उक्तम्. परन्तु अस्मिन् गणे चुरादिगणे केवलम् एकः एव धातुः अस्ति, ज्ञादातुः. तर्हि ज्ञापयति इति रूपं तत्र पुगागमः दृश्यते, ज्ञापयति इत्यत्र. परन्तु अन्यत्र प्रेरणार्थे निचि तत्र बहवः आकारान्तदातवः सन्ति, ये दातवः अन्येषु गणेषु सन्ति तेभ्यः अपि पुगागमः भवति इति वयम् अवगन्तुं शक्नुमः. तर्हि अस्य सूत्रस्य विवरणं किञ्चित् अग्रे अग्रिमसप्ताहे पुनः एकवारं पृष्ट्वा अग्रे गन्तुं शक्नुमः. तर्हि अत्र स्थगयामः. धन्यवादः, नमस्कारः. धन्यवादः भगिनी. धन्यवादः धन्यवादः भगिनी. धन्यवादः भगिनी. नमस्कारः. धन्यवादः.